अस्तु, तर्हि अस्माकं पुस्तकमस्ति गीतासोपानस्य द्वितीयभागः. तत्र द्वात्रिंशे पुटे एका कथा अस्ति, या च अस्माभिः गते सप्ताहे आरब्धा. तर्हि पुनः तं भागं पठित्वा अग्रे सरेम. तर्हि लक्ष्मीभगिनी कृपया पठतु. न विकम्पितुमर्हसि. हलन्तशब्दाः सप्तसु विभक्तिषु. एतां कथाम् उच्चैः पठता अवगच्छता च. कस्मिंश्चित् राज्ये कश्चन राजा आसीत्. सः नीतिमान्, शास्त्रविद्, धार्मिकश्च आसीत्. तस्य यशः सर्वत्र प्रसृतम् आसीत्. तस्य कश्चन मन्त्री अपि आसीत्. सः विद्वान्, विवेकी, श्रद्धावान् च आसीत्. ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म. तस्य प्रजाजनाः गुणिनः, धर्मनिष्ठाः, कर्मशूराश्च आसन्. कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वे अपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म. अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तत् राज्यम्. सरितः, सरांसि च जलपूर्णानि भवन्ति स्म. फलपूर्णेषु शाखिषु पक्षिणः महत्या मुदा विहरन्ति स्म. सर्वदिशः अपि जनाः तत् राज्यम् आगच्छन्ति स्म. ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म. अस्तु, समीचीनमस्ति. तर्हि अत्र निहारिका भगिनी अत्र सारांशः सारांशं वक्तुमिच्छति वा? तत्र दृश्यं किम् अस्ति? दृश्यं नाम अत्र एकं दृश्यं निरूपितमस्ति लेखकेन. एकं दृश्यं नाम आहत्य किं किमस्ति अत्र? ओ, राज्ञः राज्ये सर्वे बहु सुखेन जीवन्ति स्म. के जीवन्ति स्म सुखेन? सर्वे जनाः, वणिजः, कृषकाः, भिषजः, शिल्पिनः, गोविन्दाः ये कार्यं कुर्वन्ति राज्ये ते सर्वे सुखेन जीवन्ति स्म. अनन्तरं अन्यस्य नगरस्य जनाः अपि अस्मिन् राज्यम् आगत्य तत्रापि ते सुखेन जीवन्ति. समीचीनमस्ति. अत्र राजा कीदृशः? राजा अपि नीतिमान्, शास्त्रविद्, धर्मकश्च इत्युक्ते सः अपि बहु समीचीन, बहु सम्यक्तया राज्यं पालयति स्म. अपि च तस्य मन्त्री कीदृशः? तस्य मन्त्री अपि विद्वान्, विवेकी, श्रद्धावान्. सः मन्त्री अपि बहु सम्यक्तया उपदेशं ददाति स्म राजा. अस्तु, हा, इति तावत् वयं पठितवन्तः गतसप्ताहे. शिल्पा भगिनी तत्र अवगतं वा सर्वं? नाम किम् अभवत् तावता? समरी अवगतवती, किन्तु तावदेव तावदेव तावदेव राजा अस्ति, तत्र राज्यमस्ति, जनाः सम्यक्तया जीवन्ति स्म, एतत् सर्वं नाम दृश्यम् अवगतं चेत् अग्रे सरेम, तावदेव अवगच्छामि. अस्तु, अपि च गतसप्ताहे तत्र शाखिषु इति अस्माभिः दृष्टं, शाखिषु तत्र सन्ध्या भगिनी वदति वा तत्र फलपूर्णेषु शाखिषु, शाखिषु इत्युक्ते शाखेषु इत्युक्ते फलमेव, लैक् तत्र अस्तु लक्ष्मी भगिनी किञ्चित् इतोपि वदतु अत्र तत्र पदं कथं निष्पन्नं, तस्य अर्थः च कः, प्रातिपदिकं किम्? साक्षिन् नकारान्तशब्दः. सप्तमी बहुवचनं साखिषु. अर्थः कः? फलपूर्णेषु साखिषु पक्षिणः महत्या मदा विहरन्ति. तत्र शाखा अस्ति. अहं वदामि. हा हा, पद्मा भगिनी वदतु. तत्र शाखा अस्ति, शाखे वृक्षः, वृक्षे नाम शाखेन इत्युक्ते वृक्षः. तत्र शाखा अस्ति, शाखा अस्ति, शाखिन् इत्युक्ते ब्राञ्च् न, तत्र आङ्ग्लभाषायाम् अस्तु सावे शाखा, तत्र को लाभः यदि न कोऽपि अवगच्छति भगिनि तत्र. अस्तु, न कोऽपि उपायः अस्ति चेत् वदामः, नो चेत् को लाभः अस्ति, अस्माकम् आङ्ग्लभाषया वदामश्चेत् तत्र को लाभः अस्ति. अत्र किञ्चित् सङ्घर्षं करोतु, वदतु सम्यक्तया, न उक्तवती, पुनः वदतु तर्हि. तत्र शाखा अस्ति, शाखेन पर्यायपदा वृक्षः. हा वृक्षः, ओ इदानीं हा, तत्र शाखः, तत्र शाखा इति न वदामः, तत्र तत्र प्रत्ययः अस्ति, प्रत्ययः अस्ति इनि प्रत्ययः इति, नाम कथं किमर्थम् अहं पृच्छन् अस्मि इति चेत् तत्र प्रत्ययद्वयमस्ति, मतुप् इनि, अस्य अस्मिन् वा इति अनयोः प्रत्यययोः अर्थः, अस्य अस्मिन् वा. तर्हि अत्र यथा धनिन् धनमस्ति, धनिन् अस्ति, अस्य अस्मिन् वा धनम् इति धनी, धनिन् प्रथमविभक्तौ धनी. तर्हि यस्य पार्श्वे धनमस्ति सः धनी. अत्र शाखा अस्ति, अस्य अस्मिन् वा शाखा, सः शाखी प्रथमविभक्तौ, नकारान्तप्रातिपदिकमस्ति शाखिन्. तर्हि अत्र शाखा अस्ति किन्तु अस्य अस्मिन् वा, नाम यस्य अथवा यस्मिन् शाखा अस्ति सः शाखी अथवा वृक्षः इति अर्थः. नाम बहुत्र एतादृशप्रत्ययसंयुक्तपदं भवति, मतुप् मतुप् अथवा इनि. मतुप् इत्युक्ते यथा धनमस्ति, तर्हि धनेन् इति इनि प्रत्ययः, तत्र मतुप् इति कीदृशरूपमस्ति प्रातिपदिकं? धनवत्. धनवत्, धनवत् इति अस्ति. अस्तु, तर्हि धनवत् अपि च धनिन् अत्र अर्थः समानः, प्रत्ययः भिन्नः, तावदेव. सर्वत्र द्वयोः प्रयोगः न भवितुमर्हति, किन्तु यत्र अकारान्तपदमस्ति यथा धनम् इति अकारान्तपदमस्ति तत्र द्वयमपि प्रयुज्महे. अत्र नीतिमान्, नीतिमान् इत्यस्य प्रातिपदिकं किम्? नीतिमत् नीतिमत् प्रत्ययः कः? मतुप्रत्ययः. अस्य अस्मिन् वा नीतिः, अस्य अस्मिन् वा सः नीतिमान्. इदानीं विवेकी प्रातिपदिकं किं? विवेकिन्. प्रत्ययः कः? इनि प्रत्ययः अस्ति. अस्य अस्मिन् वा नाम यस्य विवेकः अथवा यस्मिन् विवेकः, यस्य अथवा यस्मिन् इति अस्ति. यस्य अथवा यस्मिन् विवेकः अस्ति सः विवेकी. अस्तु, श्रद्धावान्, तत्र प्रातिपदिकं किं? श्रद्धावत्. प्रत्ययः कः? मधुप्रत्ययः. तथा अस्ति. इदानीं ज्ञानिनः प्रातिपदिकं? ज्ञानिन्. ज्ञानिन् प्रत्ययः? प्रत्ययः. अर्थः कः? यस्मिन् ज्ञानः अस्ति. ज्ञानं तत्र ज्ञानम् अस्य अस्मिन् वा सः ज्ञानी. अस्तु, समीचीनमस्ति. अग्रे गुणिनः. गुणिनः इति शिल्पभगिनी वदतु, तत्र प्रातिपदिकं किम्? गुणिनः गुणिनः भवती जानाति किन्तु विस्मृतवती. अस्तु, अग्रे तत्र गुणिन्. अस्तु, पुष्पभगिनी वदतु. गुणिन् गुणिन् अस्ति. गुणिन् अस्ति तत्र. ओके ओके. तत् प्रत्ययः कः पुष्पभगिनी? इनि प्रत्ययः. इनि प्रत्ययः. अस्य अर्थः कः? यस्य गुणम् अस्ति. गुणशब्दस्य लिङ्गं किं? गुणः. पुल्लिङ्गशब्दः. पुनः वदतु. गुणः न पुष्पा भगिनी, तद् इदानीं तस्य अर्थं पुनः वदतु. यस्य गुणः अस्ति सः गुणिन्. समीचीनमस्ति. सः गुणिन् इति न वदामः, तत्र गुणी अस्ति. यस्य अथवा यस्मिन्, अत्र प्रायः यस्मिन्, तस्मिन् गुणः अस्ति. तर्हि धनं यत्र धनी अस्ति तत्र तस्य धनमस्ति, किन्तु गुणः अस्ति तस्मिन्. तस्य अस्ति इति न इति तत्र दोषपूर्णमिति न वदामः, किन्तु गुणः तस्मिन् अस्ति इति इतोपि पुनः इतोपि समीचीनं भवति खलु. अस्तु, तर्हि इतः अग्रे इतोपि कुत्र शिल्पिनः तदपि तादृशमस्ति. अभिनवमहोदय वदतु. शिल्पिन् इति प्रातिपदिकं, नकारान्तप्रातिपदिकं. अस्तु, तस्य अर्थः कथं वदामः? अर्थं समीचीनमस्ति, वदतु. तत्र शिल्पेन इति प्रातिपदिकं, तर्हि प्रत्ययः कः? प्रत्ययद्वयमस्ति केवलं, मतुप् अथवा इनि. इनि प्रत्ययः अस्ति. एनि एनी प्रत्ययः अस्ति. तस्य अर्थः कः? यः शिल्पं करोति. यः शिल्पं करोति इति न वदामः. तत्र यथा यः शिल्पं, तत्र भिन्नप्रत्ययः अस्ति. तत्र प्रत्ययः तत्र यथा कुम्भकारः अस्ति, यः कुम्भं करोति सः कुम्भकारः. अत्र यः करोति सः इति न अर्थः अस्ति. अत्र अर्थः अस्ति, लक्ष्मीभगिनी वदतु. अस्तु, सुब्रह्मण्यं महोदय, तत्र मास्टर् सुब्रह्मण्यम् अस्ति खलु? आं महोदय, भवान् किञ्चित् विलम्बेन आगतवान् अहं, क्षम्यतां. नास्ति चिन्ता, वदतु. अत्र प्रायः यस्मिन् अथवा यस्य शिल्पी सः शिल्पिनः, शिल्पी इति न, शिल्पः, शिल्पं शिल्पं शिल्पः शिल्पः एकवारं वदतु. यस्मिन् अथवा यस्य शिल्पः अस्ति सः शिल्पिनः, शिल्पी शिल्पिनः न, तत्र अत्र शिल्पिन् शिल्पी भवति महोदय, शिल्पी प्रथमाविभक्ति एकवचनं शिल्पी, प्रातिपदिकं शिल्पिन्, यस्य अथवा यस्मिन् शिल्पः अस्ति सः शिल्पी. बहु सम्यक् अस्ति महोदय. शिल्पकारः एवं शिल्पी भिन्ना अस्ति अथवा समान अर्थः अस्ति वा? अत्र कश्चन अर्थभेदः वस्तुतः अत्र तस्य शब्दस्य कृते व्यवहारे प्रायः अर्थो न स्यात्, किन्तु अर्थस्तु अस्ति, भेदस्तु अस्ति. यतोहि एकं यः करोति सः, एकम् अस्ति यः करोति सः, अपि च अपर अर्थः अस्ति यस्मिन् अथवा यस्य. अतः वस्तुतः सूक्ष्मरीत्या वास्तवे तत्र भेदस्तु अस्ति, किन्तु यदि वाक्यं वदामः शिल्पकारः अथवा शिल्पी, अत्र मम मित्रमस्ति सः शिल्पी अथवा शिल्पकारः, तत्र व्यवहारे तत्र समानमस्ति, किन्तु सर्वत्र तादृशशब्दस्य उभयत्र प्रयोगः न भवितुमर्हति. उदाहरणार्थं वदामि, शिल्पिनः शिल्पिनः शिल्पकाराः शिल्पकाराः न शिल्पिनः शिल्पकारः नास्ति. अत्र शिल्पकारः अपि पुरुषः, शिल्पी अपि पुरुषः, द्वयमपि पुरुषस्य वर्णनम्. किन्तु महोदय, तत्र अभिनवमहोदय, तत्र यत्र धनमस्ति तत्र सः धनी अस्ति अथवा धनकारः, तत् धनकारः तु न भवति खलु? यतोहि प्रत्ययस्य अर्थभेदः अस्ति. कुत्रचित् उभयत्र भवति, किन्तु सर्वत्र तथा नास्ति. यतोहि अर्थभेदः अस्ति द्वयोः प्रत्ययोः, अर्थः यः करोति, धनम् इति विषये तत्र यः करोति न भवितुमर्हति. तर्हि अर्थभेदः अस्ति, अस्य अस्मिन् वा इति इनि अथवा मतूप्. अनन्तरम् अन्य तत्र वदामि, तस्य प्रदेशस्य नाम इदानीं नास्ति, किन्तु यः करोति चूयति नास्ति, अनन्तरं वदामि. तत्र यः करोति सः इति अर्थः अस्ति, एकनिमिष अनन्तरं वदामि. शिल्पकारः तत्र इदानीं वदामि, यः करोति सः नैतपुरुषसमासः अस्ति. एकनिमेषः अत्र उपपदसमासः अस्ति, अत्र उपपदसमासः अस्ति. सामान्यतया किञ्चित् समासविषये अहम् उक्तवान् पूर्वं, सामान्यतया द्वयोः सुबन्तपदयोः मेलनेन समासः उत्पद्यते. सुबन्तपदं नाम नामपदं, क्रियापदम् इति तिङ्गन्तपदम् इति वदामः, यत्र क्रियापदमस्ति तत्र तिङन्तपदमस्ति, यत्र नामपदमस्ति तत्र सुबन्तपदमिति वदामः. अत्र सामान्यतया केवलं सुबन्तानां संयोजनेन समासः उत्पद्यते, किन्तु अत्र उपपदसमासविषये अत्र तथा नास्ति. कुम्भं करोति इति कुम्भकारः, करोति इति क्रियपदं न तु नामपदं, तथापि अत्र समासः भवति, अतः अपवादः अस्ति. साधारणतया समस्तपदं केवलं सुबन्तानां भवति, न तु तिङन्तानां. अत्र तु करोति इति क्रियपदं तिङन्तपदमस्ति. तर्हि किन्तु अस्य अर्थः भिन्नः अस्ति, उपपदसमासः इति वदामः. अस्तु, अग्रे सरेम. कस्य कुम्भकारः, कुम्भकारः इति तादृशसमासः यत्र यत्र भवति. उदाहरणार्थम् अत्र शास्त्रविद् इति उक्तमस्ति खलु, शास्त्रविद् उपरि अस्ति. शास्त्रविद् अपि तथा, यथा आत्मवित् इति, आत्मवित् इति पदमस्ति, आत्मवित्, यः आत्मानं वेत्ति सः आत्मवित्, यः शास्त्रं वेत्ति सः शास्त्रविद्. तत्र क्रियापदमस्ति, नाम यत्र कुत्रापि संयुक्तपदमस्ति, नाम समस्तपदमस्ति, तत्र तस्य अर्थं यदि वदामः, अर्थं वदामः यदा, तत्र अर्थवाक्यम् इति विग्रहवाक्यमिति वदामः, विग्रहवाक्यम्. तर्हि अत्र कुम्भकारः इति अस्य विग्रहवाक्यं कुम्भं करोति इति. अत्र आत्मवित् इति यः आत्मानं वेत्ति सः आत्मवित्. अत्र विग्रहवाक्ये सामान्यतया केवलं सुबन्तपदानि भवन्ति, न तु तिङन्तपदानि, किन्तु अत्र वेत्ति, वेत्ति इत्युक्ते जानाति, यः आत्मानं जानाति सः आत्मवित्. तर्हि यः आत्मानं वेत्ति सः आत्मवित्. पङ्कजं सर्वे जानन्ति वा? पङ्कजं, तत्र एकं पुष्पमस्ति, पङ्कजं, कमलमिति वदामः. शिल्पभगिनी जानाति कमलं? हा, कमलमिति अस्ति. हा, तत्र तस्य अन्यत् नाम अस्ति पङ्कजं. पङ्कजं, पङ्कजमपि समस्तपदमस्ति, उपपदसमासः अस्ति. तत्र हा, यत् पङ्कात् जायते, यत् पङ्कात् जायते तत् पङ्कजम् इति अस्ति. अनन्तरं गोपालः अपि तथा, गोपालः इति उपपदसमासः, नाम अत्र यत् पङ्कात् जायते, जायते इति क्रियपदमस्ति, सामान्यतया क्रियपदानां समासः न भवति, अत्र अस्ति. तत्र गोपालः इति गाः पालयति इति गोपालः, गाः नाम गो, हा, तत्र अन्य अन्य अन्य अन्यशब्दः हा, किन्तु अन्य अस्माकं परिचितशब्दः अस्ति खलु संस्कृतेन, धेनुः, धेनुः, धेनुः, गौ शब्दः इत्युक्ते धेनुः. गाः पालयति इति गोपालः. यत् पङ्कजात् जायते तत् पङ्कजं, यः आत्मनं वेत्ति सः आत्मवित्, यः कुम्भं करोति सः कुम्भकारः इति तत्र उपपदसमासः, यत्र विग्रहवाक्ये क्रियापदमस्ति. अत्र शास्त्रविद् अपि तथा. अस्तु, अग्रे सरेम. तर्हि एतावता सर्वं प्रायः अस्माभिः दृष्टं. तावता अस्माकं राज्ये सर्वं कुशलमासीत्, इतः अग्रे सरेम. अस्तु, इदानीं इदानीं सन्ध्या भगिनी अग्रे पठतु कृपया. अथ कदाचित् शत्रुः युद्धार्थम् आगतवान्। अकस्मात् स्पीकर्फोन् नास्ति खलु? स्पीकर्फोन् मास्तु। ओके, सारि। अग्रे। अकस्मात् प्रवृत्ते युद्धे अयं राजा पराजितः अभवत्। सः मन्त्रिणा साकम् अथचित् कथञ्चित् कथञ्चित् नगरं परित्यज्य किञ्चन वनं प्राप्तवान्। कण्टकयुक्तेषु कथिषु अशंसु वा अश्मसु वा पादरक्षां विना संचलितुम् अक्षमः सः क्षुधया पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान्। अस्तु अस्तु, तावदेव पश्येम। प्रथमवाक्यं पुनः पठतु। अथ कदाचित् शत्रुः युद्धार्थम् आगतवान्। अथ इत्युक्ते तदा यत्र प्रसिद्धग्रन्थाः सन्ति, ज्ञानिनां ग्रन्थाः, तत्र बहुत्र ग्रन्थस्य आरम्भे अथ इत्यनेन ग्रन्थस्य आरम्भः भवति। ग्रन्थः आरभ्यते अथ इति शब्देन। नाम अथ शब्दस्य बहवः अर्थाः सन्ति। तेषु अर्थेषु कश्चन प्रसिद्धः अर्थः अस्ति केवलं ग्रन्थस्य आरम्भार्थम्। अन्यः अर्थः अस्ति तदा। अत्र अर्थः, यतोहि आरम्भे नास्ति खलु, मध्ये अस्ति, अत्र अर्थः अस्ति तदा। तदा कदाचित् शत्रुः युद्धार्थम् आगतवान्। वाक्यं स्पष्टं स्यात्। अग्रे वदतु, पठतु। अकस्मात् प्रवृत्ते युद्धे अयं राजा पराजितः अभवत्। तत्र किम् अभवत्? राजा पराजितः अभवत्। पराजितः, सर्वे जानन्ति खलु, पराजितः युद्धे तस्य जयः न जातः। अकस्मात् संस्कृतेन किञ्चित् वदतु, अर्थं जानाति वा अकस्मात्? वदतु, तत्र किं तस्य अर्थं संस्कृतेन वदतु। प्रायः नाम युद्धं किन्तु एकवर्षस्य युद्धं जातं वा? शीघ्रं, बहु शीघ्रं। हा, शीघ्रं समीचीनं। शनैः तु न जातं, युद्धं क्षणात्मकम् आसीत्, बहु शीघ्रमेव तस्य पराजयः जातः। अस्तु, अग्रे पठतु। सः मन्त्रिणा साकं कथं, साकम् इत्युक्ते सः मन्त्रिणा सह, ओ सः, ओके, मन्त्रिणा साकं कथञ्चित् नगरं त्यज्य किञ्चिन वनं प्राप्तवान्। अत्र कथञ्चित् इति कथञ्चित् इति वदामः, तत्र मूलशब्दः अस्ति कथं, खलु? कथं यत्र कथं योगः चित् चित् अथवा चन, वयं जानीमः सर्वे खलु चित् चन अनयोः अर्थः कः, सर्वे जानन्ति वा? कश्चन, कश्चित्, एकस्मिन् सप्ताहे वयं तस्य कृतवन्तः। नाम यत्र कश्चन अस्ति तस्य अर्थः कः वदति, भवति वदतु, कश्चन कः प्लस् चन, कश्चन एकः पुरुषः वयं न जानीमः। हा हा, इति वक्तव्यमस्ति, वयं न जानीमः कस्य अस्ति। नाम एकस्मिन् ग्रामे कश्चन बालकः वदति स्म, तत्र बालकः कः इति तावत् न वदति, तस्य नामपर्यन्तं वयं न जानीमः, किन्तु कश्चन नाम कः, एकः बालकः, एकस्मिन् ग्रामे एकः बालकः आसीत्, कश्चन कश्चन बालकः। अपि च तत्र तत्र सप्तसु विभक्तिषु भवति, तर्हि यथा एकस्मिन् ग्रामे तत्र तत्र चत् चन अथवा चित् इति रूपं किं भवति, एकस्मिन् कस्मिंश्चित्, हा कस्मिंश्चित् अनुस्वारः अस्ति, कस्मिंश्चित् ग्रामे अथवा कस्मिंश्चन, यत्र चन चित् उभयत्र प्रयोगः कुत्रापि अर्थः समानः। तर्हि अत्र तर्हि भेदः नास्ति चित् चन, न केवलं रूपभेदः अस्ति, अर्थभेदः नास्ति। कथञ्चित् कथञ्चन किञ्चन किञ्चित्, अत्र किञ्चन अस्ति, तत्र किञ्चित् इति भवितुमर्हति, अतः समानः अस्ति। अत्र कस्मिन्नपि तत्र कस्यामपि विभक्त्याम् अपि भवितुमर्हति, केनचित् कारणेन बालकः कक्षां न आगतवान्, तस्य अर्थः कः? पुनः वदतु कृपया, केनचित् कारणेन बालकः कक्ष्यां न आगतवान्। बालकः किं करोति वयं न जानीमः, परन्तु कक्षे नास्ति। हा, किमर्थं न आगतवान् इति, तत्र एकं कारणम् अस्ति, किन्तु कारणं किमिति न जानीमः। केनचित् कारणेन एकं कारणम् अस्ति, किन्तु कारणं न जानीमः। अस्तु, समीचीनमस्ति। तर्हि मन्त्रिणा साकं, मन्त्रिणा सह कथञ्चित् कथञ्चित् नगरं परित्यज्य किञ्चन वनं प्राप्तवान् इति अस्ति। तत्र तत्र कथं वनं प्राप्तवान्, कथम् अहं, हा वदतु भगिनि, हा कथं वनं प्राप्तवान्? पादरक्षां विना, न अस्य वाक्यस्य पठनेन को अर्थः? मन्त्रिणा सह हा हा, मन्त्रिणा सह कः, कः इति राजा, हा कथं कथं वनं प्राप्तवान्? अस्तु, नगरं परित्यज्य, न इदानीं चित् जन तेनयोः अभ्यासं कुर्मः, अत्र किमस्ति कथञ्चित् इत्यस्य अर्थः कः अत्र, कथं नगरं, कथं वयं न जानीमः। कथं न जानीमः, कथञ्चित् नाम कथञ्चित् नाम सङ्घर्षं कृत्वा अत्र अस्मिन् मार्गे एवं गतवान्, तस्मिन् मार्गे तेन गतवान् इति सङ्घर्षं कृत्वा कथञ्चित् येन केनचित् अपि कारणेन माध्यमेन येन केनचित् अपि माध्यमेन सः गतवान् कथमिति न जानीमः, किन्तु भिन्नभिन्नरीत्या सङ्घर्षं कृत्वा आगतवान् इति तादृश अर्थः अस्ति. खलु सर्वे अवगच्छन्ति? शुभभगिनी अवगच्छति वा? अस्तु अस्तु, समीचीनमस्ति. तर्हि अग्रे अग्रे अग्रे कुर्मः. इदानीम् अभिनवमहोदय तत्र अग्रे पठतु कृपया. कण्टकयुक्तेषु पथिषु अस्मसु वा पादरक्षां विना सञ्चलितुम् अक्षमः सः, क्षुधया पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान्. अस्य वाक्यस्य अर्थः कः? अस्मसु न जानामि. अस्मसु नाम अस्मन् अस्मन् इति प्रातिपदिकं यथा आत्मन् अस्मन् तस्य अर्थः अस्ति शिलाखण्डः. तर्हि आं जानामि. तर्हि वाक्यस्य अर्थः इदानीं वदतु. मार्गेषु बहवः कण्टकाः आसन्, पादरक्षां विना सञ्चलितुं राजा अक्षमः आसीत्, एवं पिपासया क्षुधया सह कस्यचित् सरसः तीरे उपविष्टवान्. अत्र लिखितमस्ति कण्टकयुक्तेषु पथिषु अश्मसु वा. तर्हि अत्र वा नाम किम्? अत्र अथवा नाम हा, किन्तु अत्र अथवा किम्? अथवा किं पथिषु अश्मसु वा. तर्हि यत्र यत्र मार्गः अस्ति तस्मिन् मार्गे यत्र यः मार्गः कण्ठयुक्तः अस्ति अथवा यत्र शिलाखण्डाः सन्ति तत्र राजा अग्रे वदतु. पादरक्षां विना चलितुम् अक्षमः आसीत्. अक्षमः नाम चलितुं क्षमता नासीत्. हा, क्षमता किन्तु अन्य यथा अन्यशब्दः सामर्थ्यं नासीत्, तस्य सामर्थ्यं नासीत्. अस्तु अस्तु. निर्लक्ष्यं करोति. किं करोति? निर्लक्ष्यं. हा हा हा. तर्हि अत्र निर्लक्षितवान् नाम तादृशसामर्थ्यं नासीत् किन्तु तथापि कथञ्चित् सः प्राप्तवान्. कुत्र प्राप्तवान्? सरसः तीरे. किञ्चन स्थानं प्राप्तवान् तत्र क्षुधया. क्षुधया इत्यस्य प्रातिपदिकं किम्? आकारान्तस्त्रीलिङ्ग. क्षुधा. अस्तu. अनन्तरं पिपासया इति अभिनवमहोदय तत्र तस्य प्रातिपदिकं किम्? पिपासा अस्ति. पिपासा इत्यस्य अर्थः कः? जलस्य आवश्यकता अनुभवति. सत्यं. वस्तुतः तस्य अर्थः कः इति चेत् तत्र पातुम् इच्छति, पातुम् इच्छा यस्य सः पिपासा, न यस्य सः इति न, पातुमिच्छा इति पिपासा अस्ति. तत्र कश्चन प्रत्ययः अस्ति, सन् प्रत्ययः अस्ति. पातुम् इच्छा इति पिपासा. अग्रे करिष्यामः. तत्र सन् प्रत्ययः अस्ति. यत्र कर्तुम् इच्छा, पातुम् इच्छा, खादितुम् इच्छा अस्ति, यथा वक्तुम् इच्छा इति विवक्षा, पातुम् इच्छा इति पिपासा, कर्तुम् इच्छा इति चिकीर्षा, मोक्तुम् इच्छा इति मुमुक्षा. तर्हि कर्तुम् इच्छा इति चिकीर्षा, चिकीर्षा. ज्ञातुम् इच्छा, जिज्ञासा, जिज्ञासा इति वयं जानीमः, तत्र प्रसिद्धशब्दः अस्ति. समीचीनमस्ति. क्षुधा इत्यस्य अर्थः कः अस्ति महोदय? अत्र तत्र भोक्तुं, तत्र भोक्तुम् इच्छा इति क्षुधा अस्ति. अत्र तादृशप्रत्ययः नास्ति, नाम सन् प्रत्ययः नास्ति क्षुधा. तत्र द्रष्टव्यमस्ति, अनन्तरं वक्ष्यामि. किन्तु तथा अस्ति. दातुम् इच्छा इति दित्सा, योद्धुम् इच्छा इति युयुत्सा, लब्धुम् इच्छा इति लिप्सा, तादृशशब्दाः भवन्ति. अस्तु, तर्हि इतः अग्रे सरेम. इदानीं अग्रे, अस्तु महोदय, भवान् एव पठतु अग्रे. घोरायाम् आपदि अपि आत्मनः हितं परित्यज्य अनुगतं मन्त्रिणं दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत्, भो मन्त्रिन् मम राज्यं. कस्यचित् गृहे तत्र ध्वनिः अस्ति, सः स्टार् सिक्स् इति नियोजय. यस्य गृहे ध्वनिः अस्ति, कोऽपि वदति? स्टार् सिक्स्. अस्तु महोदय, पठतु. अभिनव महोदय, भो मन्त्रिन् मम राज्यं नष्टं, सर्वाः सम्पदः नष्टाः, महत् कष्टम् आपत्तितम्, इतः परम् अहं जीवितुं न इच्छामि, कथमपि मरिष्यामि एव इति. अस्तु, समीचीनं. तर्हि अत्र अर्थः कः? पुनः प्रथमवाक्यं पठतु. घोरायाम् आपदि अपि आत्मनः हितं परित्यज्य अनुगतं मन्त्रिणं दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत्. अस्तु अस्तु, अत्र तावता. घोरायाम् आपदि, अत्र किमस्ति? अत्र आपदि इत्यस्य प्रातिपदिकं किम्? आपद्, दकारान्तशब्द आपद्. इदानीं घोरायाम् इत्यस्य प्रातिपदिकं किम्? प्रातिपदिकं नाम मूलरूपं. हा, किन्तु तत्र इदानीं संस्कृतमस्ति, न तु हिन्दी. तर्हि घोरा इति वक्तव्यमस्ति. घोरा, घोरा, यतोहि अकारान्तशब्दः अस्ति वस्तुतः. अकारान्तशब्दः यथा देव, देवशब्दः, घोराशब्दः, घोरा. अस्तु, अत्र स्त्रियां सप्तमीविभक्त्याम् अस्ति खलु, घोरायां. यतोहि आपदि इति, आपद् इति स्त्रीलिङ्गशब्दः अस्ति, तस्य सप्तमी अस्ति आपदि. तर्हि घोरायाम् आपदि सर्वे अवगच्छन्ति? शिल्पा भगिनी अवगच्छति? घोरायां सप्तमी विभक्ति न न क्षम्यताम् आपदि अपि तथा आपदि इति विशेष्यं विशेष्यं घोरशब्दः विशेषणं तर्हि विशेषणविशेषभावः अस्ति मम प्रश्नः बिन्दः अस्ति घोरायां प्रातिपदिकं किं पुनः आपदति प्रातिपदिकं क्षम्यतां घोरशब्दः प्रातिपदिकं तत्र विशेषणमस्ति भवत्याः प्रश्नः कः अत्र स्त्रीलिङ्गे नाम अत्र घोरशब्दस्य लिङ्गं नास्ति तत्र विशेषिङ्गशब्दः तर्हि ओके अस्तु अस्तु अस्तु अवगच्छामि घोरायां घोरा नाम भीषण भीषण भीषण यत्र भयानक भयानक तत्र भयं यत्र भयपूर्ण परिस्थितिः अस्ति परिस्थितिः भयपूर्णा भयमस्ति खलु जानाति खलु भयम् उत्पादयति भयजनकी परिस्थितिः अस्ति भयजनक जनयति भयं जनयति यत्र परिस्थितिः अतीव तत्र कठिना अस्ति तत्र अस्माकं भयं भवति घोरशब्दः तादृशः अस्ति अस्तु अवगच्छामि अस्तु तत्र अभिनयं महोदय तत्र भवतः गृहे कोऽपि वदति वा कस्यचित् गृहे कोऽपि वदन् अस्ति मम गृहे पुष्पा भगिनी भवती अवश्यं अहम् उक्तवान् पूर्वमेव स्टार् सिक्स् नदीयते कृपया नाम महती समस्या अस्ति नो स्टार् सिक्स् मम अन्यत्र अभिनवमहोदय सः अपरस्मिन् प्रकोष्ठे गन्तुं शक्नोति वा अहम् अन्यत्र कोष्ठे आगच्छामि अस्तु अस्तु समीचीनमस्ति अस्तु इदानीं श्रीनिवासमहोदय अस्ति वा महोदय अस्तु भवान् आगतवान् इति समीचीनमस्ति तर्हि अत्र इदानीं भवतः भवान् इतः अग्रे पठतु कृपया घोरायाम् आपदि आपदि अपि आत्मनः हितं परित्यज्य अनुगतं मन्त्रिणं दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत् सः कः सः कः राजा भवान् पृच्छन् अस्ति अथवा वदन् अस्ति पृच्छन् एतावता कथां श्रुतवान् वा न अस्तु हा नाम राजा अस्ति कश्चन राजा अस्ति गतसप्ताहे वयम् आरब्धवन्तः खलु तत्र राज्यमस्ति तत्र समीचीनराजा आसीत् तस्य मन्त्री आसीत् तत्र सर्वाः प्रजाः आसन् सर्वे कुशलेन कुशलरूपेण तत्र जीवनं कुर्वन्ति स्म अनन्तरं युद्धं जातमस्ति तस्मिन् युद्धे स राजा पराजितः अतः तत्र बलात् राज्यं त्यक्तवान् मार्गः बहु कठिनः अस्ति तर्हि अत्र अस्तु इदानीं राजा राजायाः कथा राज्ञः कथा अस्ति, घोरयाम् आपदि अपि आत्मनः. आत्मनः नाम कस्य? राज्यस्य राज्ञः आत्मनः हितं नाम हितं कल्याणं अकल्याणं परित्यज्य अनुगतम्. अनुगतम् अनुगतं नाम न जानामि. पुनः वदतु महोदय. यः अनुसरणं करोति. यः अनुसरणं करोति अनुगच्छति. यः अनुगच्छति यः अनुगच्छति सः. स्पष्टमस्ति खलु? राजा किञ्चित् अग्रे वदति गच्छति स्म, मन्त्री किञ्चित् पृष्ठतः गच्छति स्म. अनुगतं मन्त्रिणं दृष्ट्वा अनन्तरं अश्रूणि मुञ्चन् सः अवदत्. अश्रूणि अश्रूणि इत्यस्य प्रातिपदिकं किम्? अश्रु अश्रु. समीचीनं. लिङ्गं किं? नपुंसक नपुंसकलिङ्गशब्दः अस्ति अश्रु. तस्य अन्यत् उदाहरणं किम्? उकारान्त नपुंसकलिङ्गशब्दः कर्म कर्मणि कर्म उकारान्त अन्य कोऽपि वदतु. गुरु किं? गुरु गुरु नपुंसकलिङ्गशब्दः अस्ति वा? मधु मधु मधु अस्माकम् उदाहरणमस्ति. मधु मधुनी मधूनि मधूनि. अश्रु अश्रुणी अश्रूणि. दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत्. अस्तु अग्रे अग्रे मुञ्चन् इत्युक्ते बहूनि अश्रूणि. बहूनि इति न अर्थः. अश्रूणि मुञ्चन् नाम यत्र त्यजनमस्ति उपरितः यथा तत्र मुञ्चन् तत्र मुच् इति दातुः मुच् यथा मोक्षः मुक्तिः अस्ति. मुक्तिः न मोक्षः इति न मुक्तिः मोक्षः अपि प्रायः तस्य एव. मुक्तिः अस्ति नाम अश्रूणां मुक्तिं कृत्वा तत्र नेत्राभ्याम् अश्रूणि आगच्छन्ति स्म तावदेव अर्थः अस्ति. नेत्राभ्यां मुञ्चन् संस्कृतेन तथा वदामः अश्रूणि मुञ्चन्. सः अवदत् अस्तु किम् अवदत्? भोः मन्त्रिन् मम राज्यं नष्टं, सर्वाः सम्पदः नष्टाः, महत् कष्टम् आपतितम्. इतः परम् अहं जीवितुं न इच्छामि, कथमपि मरिष्यामि एव इति प्रायः सर्वं स्पष्टमस्ति. सम्पदः इत्यस्य सम्पदः इत्यस्य रूपं किं? सर्वाः सम्पदः बहुवचनं प्रथमाविभक्ति इति प्रायः सर्वं स्पष्टं स्यात् अत्र. अस्तु समीचीनमस्ति. सुब्रह्मण्यम् अत्र अग्रे पठतु कृपया. दिनं दिलपन्तं राजानं दृष्ट्वा दीनं विलपन्तं राजानं दृष्ट्वा मन्त्री तं सान्त्वयन् उक्तवान्. राजन् अलं दुःखेन राज्यं विनष्टम् इति भवान् मा चिन्तयतु. धीमन्तः गते शोकं न कुर्वन्ति, ते वर्तमानम् एव चिन्तयन्ति. परिश्रमेण कर्मणा ते अभीष्टं साधयन्ति. अतः दुःखार्तः मा भवतु. विनष्टस्य राज्यस्य पुनः प्राप्तये उपायं चिन्तयाव. अस्तु तावदेव वदतु आरम्भतः. राजा दीनम् अभवत्, विलपति अभवत् विलपति करोति तं राजं दृष्ट्वा राजानं दृष्ट्वा मन्त्री विलपति करोति इति न भवति अत्र अत्र रूपं जानाति वा विलपति तस्य अर्थः कः जानाति यः दुःखः भवति रोदति हा हा हा समीचीनमस्ति यः रोदिति दुःखेन रोदिति यः दुःखेन रोदिति सः विलपति इति क्रियापदमस्ति विलपति विलप् इति धातुः अस्ति लप् विलप् दीनं विलपन्तं राजानं दृष्ट्वा विलपन्तम् इत्यस्य कीदृशं रूपमस्ति विलपन्तं राजानं दृष्ट्वा अत्र प्रायः विशेषणमस्ति राजानं विलपन्तं राजानं विशेषणं विशेषभावमस्ति अत्र विलपन्तं प्रायः राजानं राजानं द्वितीया विभक्ति राजन् विलपन्तम् अपि द्वितीया विभक्ति महोदय विलपन् प्रातिपदिकमस्ति अत्र विलपत् प्रातिपदिकमस्ति विलपत् प्रातिपदिकमस्ति विलपन् राजन् विलपन्तं राजानं हा बहु समीचीनमस्ति तथा अस्ति तकारात् शब्दः अस्ति प्रथमविभक्तौ विलपन् राजा अत्र तस्मिन् दिने वयं दृष्टवन्तः पूर्वं नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः छात्रस्य सचिजितः सम्माननसमारम्भः इति तादृशं वाक्यमासीत् दीर्घं तत्र निमज्जतोः बालयोः बालयोः इति का विभक्तिः आसीत् नद्यां बालयोः प्राणरक्षणं बालयोः अत्र षष्ठी बहुव द्विवचनं महोदय बालयोः अपि निमज्जतोः निमज्जतोः अपि षष्ठी द्विवचनं भवति खलु निमज्जन् प्रातिपदिकमस्ति अत्र निमज्जत् निमज्जत निमज्जत् प्रातिपदिकमस्ति निमज्जतोः षष्ठी द्विवचनमस्ति हा यथा गच्छत् बालकः तत्र गच्छत् खादति गच्छन् खादति इति गच्छन् खादति तत्र शत्र प्रत्ययः इति अस्माभिः दृष्टम् अस्माभिः अवलोकितं तस्मिन् दिने तत्र रूपस्य नाम शत्रप्रत्ययः अत्र अपि तथा विलपति इति क्रियापदमस्ति शत्रन्तरूपमस्ति विलपत् तकारान्तप्रातिपदिकमस्त्रि त्रिषु लिङ्गेषु भवति सुबन्तपदमस्ति विशेषणं दीनं विलपन्तं राजानं द्वितीयविभक्तौ एकवचने यथा महोदयेन उक्तं तर्हि दीनं सर्वे जानन्ति खलु श्रुता भगिनी जानाति यस्य पार्श्वे धनं नास्ति यथा मम ईमेल् ऐ डि जानाति वा दीनबन्धुः दीनबन्धुः इति भगवतः एकं नाम अस्ति भगवतः एकं नाम अस्ति दीनबन्धुः येषां पार्श्वे धनं नास्ति ते दीनाः दीनानां बन्धुः दीनबन्धुः तर्हि अत्र हा दीनम् इदानीं राजा दीनः जातः अस्तु. दीनम् अत्र दीन इति विशेषणं नास्ति, अत्र अत्र परिस्थितिः अस्ति, तस्य दैन्यं तत्र दीनमस्ति. दीनं विलपन्तं राजानं, न अत्र विशेषमेव दीनं राजानं, दीनं विलपन्तं राजानं दृष्ट्वा. अस्तु, अग्रे वदतु महोदय. महोदय, एकः विलपति विलापं करोति. सत्यं, विलापं तस्य भावः, विलापः इति भावः अस्ति. दीनं विलपन्तं राजानं दृष्ट्वा मन्त्री तं सान्त्ययन् उक्तवान्. सान्त्ययन् इत्युक्ते अत्र शान्तवचने सन्त्वानं किमस्ति, सन्त्वानम् इति एतादृशशब्दः अस्ति तत्र. अत्र सान्त्वयति इति सान्त्वयति इति मानसिकरूपेण यथा तस्य कस्यचित् क्षुधा अस्ति, भोजनं दद्मः, यदा भोजनं दद्मः तस्य पीडा समाप्ता भवति, क्षुधा समाप्ता भवति. अत्र दुःखमस्ति, तस्य दुःखं समाप्तं भवतु इति मानसिकतया उक्त्वा सान्त्वयन्. सान्त्वयन् अपि शत्रुप्रत्ययान्तमस्ति. सान्त्वयन् इति सान्त्वयति इति सान्त्वयत् तकारान्तप्रातिपदिकमस्ति, शत्रन्तं सान्त्वयन् उक्तवान्. अस्तु, अग्रे बुद्धं महोदय, एकः प्रश्नः. करोति, यः करोति कृतवान्. यः विलपति विलपितवान्, विलपन् किं कारणेन भवति? किं कारणेन अत्र कथायाम् इति वा? न, विलपन्तं कथं भवति? अहं विलपति, यः विलपति सः विलपन्. नाम अत्र रूपमस्ति विलपन्तम् इति अस्मिन् प्रसङ्गे भवतः प्रश्नः वा, विलपन्तम्? अस्तु, तत्र सुब्रह्मण्यं महोदय वदतु. यः अत्र विलपन्तं राजानां, राज्ञः स्थिति तथैव अस्ति खलु. सः विलापं करोति तस्मिन् समये, यस्मिन् समये सः विलापं करोति तस्मिन् समये, तत्कारणेन अत्र विलपन्तं राजानां दृष्ट्वा मन्त्री राजानं दृष्ट्वा किञ्चित् उक्तवान् यस्मिन् समये राजा. महोदयस्य प्रश्नः कः, रूपमति वा अथवा अर्थः? विलपन् किं कारणेन भवति? भवतः प्रश्नः अर्थप्रसङ्गे अथवा रूपप्रसङ्गे? रूपप्रसङ्गे. महोदय, वदतु, भवतः प्रश्नः कः, रूपप्रसङ्गः अथवा अर्थप्रसङ्गः? किम् अवगन्तुम् इच्छति तत्र रूपं? यदि अत्र राजन् करोति कार्यं करोति, सो तत् वाक्यं कथं भवति? राजा विलपति, विलपन्तं राजानं, राजा करोति, तत्र किं भवति? दीनं दीनः राजा विलपति. दीनः राजा तस्य भयानकं परिस्थितिं दृष्ट्वा स्वयं विलपति. स्वयं विलपति विलपति तत् अत्र तादृश एव अर्थः अस्ति, किन्तु विशेषणं जातमस्ति. दीनः राजा विलपति. इदानीं मन्त्री राजानं पश्यति खलु. मन्त्री राजानं दृष्ट्वा एतत् सर्वं वदति. तर्हि मन्त्री राजानं पश्यति. कीदृशं राजानं पश्यति? दीनं राजानं पश्यति. पुनः कीदृशं राजानं पश्यति? दीनं विलपन्तं राजानं पश्यति. विलपन्तं प्रातिपदिकं विलपन् विलपत् विलपत् करोति. किं भवति एतत् दीनं राजान् राजा करोति. मन्त्री राजानं कृतवन्तं. किं कुर्वत् इति प्रातिपदिकम् अस्ति. कुर्वत् यथा दीनं तत्र विलापं कुर्वत् अथवा प्रथमभक्तौ कुर्वन् दीनः विलापं कुर्वन् राजा. दीनः विलापं कुर्वन् राजा. इदानीं द्वितीयविभक्तौ दीनं विलापं कुर्वन्तं राजा. अस्तु महोदय, धन्यवादः. हा इति अस्ति. धन्यवादः. अस्तु अग्रे सरेम. अन्य कोऽपि? निहारिका भगिनी वदतु अग्रे. आम् उक्तवान् राजन् अलं दुःखेन राज्यं विनष्टम् इति भवान् मा चिन्तयतु. धीमन्तः गते शोकं न कुर्वन्ति. सः मन्त्री वदति राजन् पर्याप्तं दुःखं. राजन् इति कीदृशरूपमस्ति? सम्बोधनम् अस्तु अग्रे. हा दुःखेन पर्याप्तं दुःखम्. इदानीं भवान् मा चिन्तयतु यद् राज्यं नष्टम् अस्ति. धीमन्तः पूर्वं भूतकाले न चिन्तयन्ति, वर्तमाने एव भवन्ति. धीमन्तः नाम यस्य बुद्धिः सः धीमान्. बुद्धिः नाम धी इति बुद्धिः अस्ति. तर्हि अस्य धीः अस्य अस्मिन् वा सः धीमान् प्रत्ययः कः? धीमान् इनि इनि नास्ति. मतुप् अस्ति तस्मिन्नेव अर्थे. मतुप् धीः बुद्धिः इति अर्थः. धीमन्तः तत्र वचनं विभक्तिः का? प्रथमविभक्ति बहुवचनम्. अस्तु धीमन्तः गते शोकं न कुर्वन्ति. अग्रे ते वर्तमानम् एव चिन्तयन्ति. इत्युक्ते ते इदानीं वर्तमानकाले एव भवन्ति. परिश्रमेण कर्मणा ते अभीष्टं साधयन्ति. अभीष्टम् इति पदस्य अर्थः न जानामि. अत्र अभि उपसर्गपूर्वकः इष्टशब्दः. इष्ट इष्ट इति जानाति वा? इच्छति इति क्रियापदस्य कृतान्तरूपमस्ति. कृतान्तरूपं यथा करोति इति कृतवान् इति कृतवतु. कृतान्तरूपमस्ति कृत. कृत, करोति इति कृत, पठति इति पठित, लिखति इति लिखित, इच्छति इति इष्ट इष्ट. तर्हि परिश्रमेण कर्मणा ते अभीष्टं साधयन्ति इत्युक्ते कष्टेन कार्यं कृत्वा ते यद् इच्छन्ति तद् साध्यं कुर्वन्ति, तद् प्राप्नुवन्ति. सत्यं. तर्हि अत्र अभीष्टमित्युक्ते लक्ष्यम् इति अर्थः. यत् यत् इष्यते अस्माभिः तत् लक्ष्यमस्ति. तथैव यथा भवती उक्तवती समीचीनमेव. अभि इत्युक्ते विशेषरूपेण, विशिष्टरूपेण अभि उपसर्गः अभि इति विशिष्टरूपेण. तर्हि अभीष्टं साधयन्ति. अस्तु, समीचीनमस्ति. अग्रे पठतु. अतः दुःखार्थः मा भवतु, विनिष्टस्य राज्यस्य पुनः प्राप्तये उपायं चिन्तयाव. तस्मात् दुःखं मा भवतु, राज्यं पुनः दुःखं दुःखं मा भवतु इति वाक्यं न भवति खलु. दुःखं दुःखमिति विशेषणं नास्ति. दुःखं मा भवतु इति वाक्यं भवितुमर्हति, किन्तु तत्र दुःखं तत्र राज्ञः विशेषणं नास्ति इति अवगच्छतु. दुःखार्थः भिन्नः अस्ति, दुःखं भिन्नम् अस्ति. दुःखार्थः विशेषणं वा? सत्यं. दुःखग्रस्तः इति अर्थः. दुःखेन पीडितः, दुःखेन पीडितः, दुःखेन ग्रस्तः, दुःखार्थः. दुःखं मास्तु इति वदति. राज्यं पुनः प्राप्तुम् एकम् उपायं चिन्तयावः. समीचीनमस्ति, बहु सम्यक् अस्ति. अस्तु, इदानीम् अग्रे पुष्पभगिनी पठतु कृपया. अस्माकं शत्रुः राजा अस्ति, तस्यापि वैरिणः वर्तन्ते. तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः. नष्टं राज्यं पुनः न लप्यते इति कः लप्यते? अग्रे, नष्टं राज्यं पुनः न लप्स्यते. भगवतः कुत्र अस्ति भवति इति कः अत्र निश्चयः? भगवतः कृपया भवान् राज्यं सम्पदः यशश्च विना विलम्बं प्राप्स्यति, चिन्तां मा करोतु इति. अस्तु, पुनः. अस्माकं शत्रुः राजा अस्ति, तस्यापि वैरिणः वर्तन्ते. कः राजा? राजा अस्ति तस्मिन् शत्रुः तस्यापि वैरिणः वैरिन् वर्तन्ते. वैरिणः वैरी इत्युक्ते वैरी वैरिणः वर्तन्ते. वैरी इत्युक्ते वैरी आङ्ग्लभाषा मास्तु. तस्य समानार्थकशब्दः अस्मिन्नेव वाक्ये शत्रुः तत्र अत्रैव अस्ति. वैरि इति शत्रुः. तत्र वैरम् इति शत्रुभावः अस्ति. तर्हि वैरिणः इति अस्य तत्र प्रातिपदिकं किमपि च प्रत्ययः कः? प्रत्ययः इनि प्रत्ययः इनि प्रत्ययः अस्ति यः अस्माकं शत्रुः अस्ति राजा तस्य अपि शत्रवः सन्ति वैरिणः शत्रवः सन्ति अस्तु अग्रे तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः तस्य वैरिभिः सख्यं वैरिभिः विधाय अर्थं न नास्ति विधाय इति धाति धातुः अस्ति दधाति तत्र विधानमिति विदधाति इत्युक्ते विधानं करोति विधानं नाम अत्र किं वदामः तत्र निर्माति इति एतादृश अर्थः अस्ति अत्र तर्हि यः राजा अस्ति शत्रुः तस्य शत्रोः ये शत्रवः सन्ति तेषां शत्रूणां सह मैत्रीं कृत्वा मैत्री अस्ति खलु सख्यं हा अस्तु अग्रे नष्टं राज्यं पुनः न लप्स्यते इति कः अत्र निश्चयः मन्त्री उक्तवान् नष्टं राज्यं पुनः लाभयति न लभ्यते लप्स्यते लभ्यते वर्तमानकाले लभ्यते भविष्यत्काले लप्स्यते अत्र कर्मणि प्रयोगः अस्ति कर्तृप्रयोगे लभते किन्तु राज्यं लप्स्यते इति कर्मणि भविष्यत्काले अस्ति न लप्स्यते इति कः अत्र निश्चयः नाम किमर्थं न भवितुम् अर्हति इति अर्थः खलु अस्तु पद्माभगिनी अस्ति वा अग्रे पठति वा महोदय एकः प्रश्नः अत्र सख्यम् इत्युक्ते मित्रत्वं तदेव तर्हि मन्त्री वदन् अस्ति अस्माकं शत्रुः यः अस्ति तस्य शत्रुभिः सह मित्रत्वं कृत्वा पुनः युद्धं कुर्मः इति अर्थः सत्यम् अस्तु पद्माभगिनी अग्रे पठति वा हा महोदय मन्त्रिणः भगवतः ततः आरभ्य भगवतः कृपया भवान् राज्यं सम्पदः यश्च विना विलम्बं प्राप्स्यति चिन्तां मा करोतु अस्य अर्थः कः भवान् पुनः राज्यं प्राप्नोति चेत् सम्पदं यशं पुनः प्राप्नोति विलम्बनविने विधानं योचनं करोति चेत् मित्रराज्यं सह पुनः वैरं करोति चेत् राज्यं प्राप्नोति अत्र सम्पदः यशश्च विना विलम्बं प्राप्स्यति इति यदि विलम्बं प्राप्स्यति इति न प्राप्नोति विलम्बं चेत् आलस्यं भवति आलस्यं भवति सम्पदः इति अस्ति का विभक्तिः अत्र सम्पदः बहुवचनं प्रथमाविभक्तिः प्रथमविभक्तिः हा सम्पद राज्यं भवान् प्राप्स्यति भवान् वाक्यमस्ति भवान् प्राप्स्यति तर्हि राज्यम् सम्पदः प्राप्स्यति सम्पदः यशः प्राप्स्यति तत्र विभक्तिः का इति उक्तवती भवान् राज्यं प्राप्स्यति राज्यमिति का विभक्तिः राज्यं द्वितीया विभक्ति सम्पदः सम्पदः बहुवचनं का विभक्तिः द्वितीया विभक्ति द्वितीया विभक्तिः खलु अनन्तरं यशः यशश्च यशः यशः यः अपि किं वचनं सम्पदः वचनम् एकवचनं विभक्तिः द्वितीयविभक्ति अस्तु इदानीं समीचीनमस्ति अस्तु सम्यक् अस्ति अग्रे मन्त्रिणः सान्त्वनवचसा तृष्टः राजा दुःखं परित्यज्य उदतिष्ठत् अन्त्यैः राजाभिः सङ्ख्यं राजभिः राजभिः पञ्चमी विभक्ति बहुवचनं किं राजभिः इति वा राजा तथा नास्ति पुनः प्रथमवाक्यं पठतु मन्त्रिणः मन्त्रिणः सान्त्वनवचसा सप्तमी नास्ति तृतीया अस्ति सकारान्तवचसति सकारान्तपदमस्ति तृतीया विभक्ति वचसा सान्त्व अत्र सान्त्वन तत्र षष्टि तत्पुरुषसमासः सान्त्वनस्य वचसा वचः तेन तत्र सान्त्वनस्य वचः तेन सान्त्वनवचसा मन्त्रिणः सान्त्वनवचसा तुष्टः राजा दुःखं परित्यज्य उदतिष्ठत् उदतिष्ठ इति उदतिष्ठत् इति उद्युक्तवान् युद्धं युद्धं कृत्वा उद्युक्त्वा उद्युक्तः जातः प्रयत्नं जातः उत्तिष्ठति इत्यस्य लङ्लकारः उत्तिष्ठति इत्यस्य लङ्लकारः नाम उत् उपसर्गः अतिष्ठत् उद्योगः अतिष्ठत् उदतिष्ठत् लङ् अग्रे अन्यैः राजभिः सख्यं विधाय मैत्रीं कृत्वा पुनरपि युद्धं कृतवान् तर्हि राजभिः इत्यस्य का विभक्तिः तृतीया विभक्ति बहुवचनं बहु सम्यक् अस्ति हा तथैव अस्ति अस्तु शिल्पा भगिनी अन्तिमभागं पठति वा अस्तु महोदय मम सौकर्यं नास्ति कोऽपि अन्य अस्तु पद्मा भगिनी समापयतु कृपया आम् सहायच्च कृद्यभ्यः राजभ्यः प्रभूतं स्वीयं राज्यं स्वीयं राज्यं प्रतिप्राप्तवान् पुनः राज्यं मम राज्यं प्राप्तवान्. स्वस्य राज्यं प्राप्तवान्. सहायस्य सहायकृभ्यः राजभ्यः प्रभूतम् उपायनादिकम् उपायनादिकं दत्त्वा तान् तोषितवान्. षष्टि राज्येभ्यः षष्टि षष्टिविभक्ति बहुवचनं सहायकृभ्यः न न षष्टि बहुवचनं नास्ति. सहायकृद्भ्यः राजभ्यः अत्र का विभक्तिः अस्ति? चतुर्थी बहुवचनं महोदय. दानमस्ति खलु, चतुर्थी अस्ति. यत्र दानक्रिया अस्ति तत्र चतुर्थी भवति खलु. राजभ्यः दत्त्वा पारितोषिकं दत्तवान् उपायनादिकं दत्त्वा तान् तोषितवान्. अस्तु, अन्तिमवाक्यं मन्त्रिणा सह सुखेन चिरं राज्यपालनं च कृतवान्. अस्तु, स्पष्टं स्यात्. सुन्दरम्. अस्तु, समयः जातः, अतः विरमाम. इतः अग्रे अग्रिमे सप्ताहे गच्छेम. अत्र अभ्यासाः ये सन्ति तान् सर्वान् करोतु अत्र किञ्चिदेव एषु अभ्यासेषु किञ्चिदेव अग्रिमे सप्ताहे अग्रे कृत्वा अग्रे सरेम. इदानीं हलन्तशब्दानां विषयः जातः, साधितः, समाप्तः. समीचीनमस्ति. तत्र अस्मिन् सप्ताहे ये अभ्यासाः सन्ति तान् करोतु. किमपि नास्ति, अतः सर्वं करोतु. अनन्तरम् इतः अग्रे सरेम गतसप्ताहे, अग्रिमे सप्ताहे. अस्तु, समीचीनमस्ति. विरमाम. धन्यवादः. नमस्कारः सर्वेषां. धन्यवादः. धन्यवादः. धन्यवादः महोदय. नमस्कारः.